हा सर्वेभ्यो नमः. अस्माकं विषयः यः विषयः प्रवर्तमानः अस्ति सः अस्ति द्वितीयाविभक्तिः इति. एका रीत्या सरला इति वक्तुं शक्नुमः, किन्तु तत्रापि किञ्चित् द्रष्टव्यम् अस्ति, केचन अंशाः तत्र सन्ति, अतः अभ्यासः आवश्यकः. अस्तु, तत्र वयं यावत्पर्यन्तं कृतवन्तः तत्र कोऽपि रघुपतिमहोदय स्मरति वा वयं? न महोदय, प्रायशः तृतीय अभ्यासः कृतवन्तः इति मन्ये. एकनिमिषं, किं पुटे महोदय? पेज् 100, शतं पञ्चमी अपि कृतवन्तः वा? कृतवन्तः. अहम् इति पश्यामि मम पुस्तके. अस्तु भगिनि, अस्तु, समीचीनम्. अस्तु अस्तु, इदानीं हा तत्र पुनः एकवारं तत्र केचन कानिचन वाक्यानि तत्र कृत्वा अग्रे गच्छामः. प्रायशः एतत् स्वीकुर्मः तृतीय अभ्यासः शतमपुटे. ध्वनिमुद्रं नास्ति. हा महोदय, तत्र केवलं भवान् आसीत् खलु गतसप्ताहे? हा हा, तत्र प्रायशः तत्र किम् अभवत् महोदय, अहं चिन्तितवान् यदि जनाः आगच्छन्ति तदा अहं रेकार्डिङ्ग् स्थापयामि इति मनसि आसीत्, किन्तु न कृतवान् महोदय. अतः गतसंवर्गे ध्वनिमुद्रणं नास्ति, किन्तु अद्य अस्ति. अतः किं कुर्मः, तत् एकवारं पुनः एतदेव तृतीय अभ्यासः अपि पञ्चम अभ्यासः एकवारं कृत्वा अग्रे गच्छामः. अतः अस्तु, तत्र विषयः अस्ति द्वितीयाविभक्ति. द्वितीयाविभक्ति कुत्र भवति? वाक्ये यदि कर्मपदम् अस्ति चेत् तस्य विभक्त्यन्तं द्वितीयाविभक्त्यन्तं भवति. यथा वृक्षः अस्ति, अहं वृक्षं पश्यामि. वृक्षम् इति कर्मपदमस्ति, पश्यति इति क्रियापदम्, अहम् इति कर्तृपदं. कर्तृपदस्य विभक्ति प्रथमा, कर्मपदस्य विभक्ति द्वितीया, अपि क्रियापदं. तत्र यत्र यत्र कर्मपदमस्ति तत्र द्वितीयाविभक्ति रूपं भवति इति. अस्तु, तत्र तृतीय अभ्यासः शतम पुटे तत् कुर्मः एकवारं, तदनन्तरं पञ्चम अभ्यासः कृत्वा अग्रे गच्छामः. अस्तु, तत्र सरला भगिनी आरम्भं करोति वा तत्र? अस्तु, उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत. व्यासः कथा लिखति, व्यासकथां लिखति. एताः गुरुः प्रणमन्ति, एताः गुरुं प्रणमन्ति. हा इति, हा इति अस्ति, समीचीनं भगिनि. तत्र द्वितीयाविभक्तिरूपं कीदृशं भवति इति एकवारं तत्र कोष्टके यदस्ति तत् एकवारं किञ्चित् पुनस्मरणं कुर्मः. तत्र देवः अस्ति चेत् देवपदस्य द्वितीयाविभक्तिरूपाणि, गीताञ्जलि भगिनी वदति वा? देवः केवलं द्वितीयाविभक्तिरूपं देवं देवौ देवान्, तादृश एव अकारान्तपुल्लिङ्गशब्दाः, रामः वा. अस्तु अस्तु, नरेश महोदय, तत्र बालिका अस्ति चेत् बालिका आकारान्तस्त्रीलिङ्गपदं, तस्य द्वितीयविभक्तिरूपाणि कानि इति तत्र कोष्टकं दृष्ट्वा वदतु. भवान् तु जानाति एव, किन्तु 98 पुटे अस्ति एतत्. बालिकाम् बालिके बालिकाः हा इदानीं लता इति शब्दस्य आम् लतां लते लताः हा इति आकारान्त स्त्रीलिङ्गपदं हा तदनन्तरं भानु भगिनि वनम् अस्ति चेत् वनं पदस्य द्वितीयविभक्तिरूपं कीदृशं भवति वनं वनं पदं तस्य लिङ्गं किं नपुंसकलिङ्गं नपुंसकलिङ्गपदं हा नपुंसकलिङ्गपदे पदस्य विशेषः कः पुंसकलिङ्ग इति नपुंसकलिङ्ग अपि अस्ति सत्यं भगिनि किन्तु तत्र नपुंसकलिङ्गशब्दानाम् एकः विषयः विशेषः अस्ति इत्युक्ते तत्र नपुंसकलिङ्गपदानां विभक्तिविषये एकः अंशः अस्ति सुलभः भवति इति तत्र विभक्तिरूपं नपुंसकलिङ्गपदानां प्रथम वनम् इति पदस्य प्रथमविभक्तिरूपं वदतु वनं वनं वने वनानि द्वितीयविभक्तिरूपं ज्ञान वनं वने वनानि हा तत्र प्रथमविभक्ति द्वितीयविभक्तिरूपं समानमस्ति खलु पुल्लिङ्गे तादृशं नास्ति स्त्रीलिङ्गे नास्ति किन्तु नपुंसकलिङ्गे सर्वदा प्रथमविभक्ति द्वितीयविभक्तिरूपं समानं भवति अतः वनम् इति पदस्य वनं वने वनानि पत्रम् पत्रम् इति अस्ति चेत् पत्राणि हा इति भवति अस्तु हा इदानीं रघुपतिमहोदय तत्र नदी इति शब्दस्य द्वितीयविभक्तिरूपं नदी नदी नदीः वा न न लेखनी इति दत्तमस्ति तत्र पेज् 98 सोरि नदी नदी नद्यौ नद्यः नदीं नदीं नद्यौ नदीः वा लेखनी अस्ति लेखनी इति पुटसङ्ख्या 98 मध्ये किं दत्तमस्ति लेखनी इति लेखनीं लेखन्यौ लेखनीः अतः नदी भवति नदीं नद्यौ नदीः इति अस्तु इदानीं तत्र सरला भगिनी इदानीं उकारान्तपदं गुरुः इति भवती उक्तवती गुरुम् इति एकवचने इदानीं द्विवचने बहुवचने किं भवति गुरुम् इति गुरुः शब्दस्य गुरुन् इति समीचीनं हा तत्र नरेश् महोदय वेणु इति शब्दस्य किं भवति वेणुः द्वितीयविभक्तिरूपं वेणुः वेणुं वेणु वेणुः न न न तत् वेणुः तु पुल्लिङ्गे अस्ति वेणुः गुरुः भवति गुरुः गुरु दृश गुरुः किं भवति गुरुं गुरु गुरून् गुरून् हा वेणुः किं भवति वेणुं वेणु वेणून् हा वेणून् इति भवति समीचीनं हा गीताञ्जलि भगिनी तत्र पशुः इति किं भवति गीताञ्जलि भगिनी अस्ति वा क्षम्यतां महोदय पशून् पशून् एकवचने पशुं पशुं पशू पशून् पशून् इति भवति समीचीनं हा हरि ओं महोदय अहं भानुचैतन्य भानुचैतन्य महोदय नमस्कारः भानुचैतन्य महोदय वायुः किं भवति महोदय वायुः द्वितीयविभक्तिरूपं वायुः वायुं वायु वायून् वायून् इति भवति समीचीनम् इदानीं तत्र किं हा मतिः मतिः किं भवति तत्र भानुभगिनी तत्र पेज् पेज् 99 तत्र दृष्ट्वा नीतिः इति रूपम् एकवारं वदतु. नीतिः किं भवति द्वितीयविभक्तिरूपं? नीतिः नीतिं नीति नीति नीतिः हा इति नीतिः इति स्त्रीलिङ्गपदमस्ति. इकारान्तस्त्रीलिङ्गपदमस्ति. मतिशब्दवत् मतिशब्दवत् हा. इदानीं मतिशब्दस्य द्वितीयविभक्तिरूपं वदतु. मतिं मति मतीः मतीः इति भवति. समीचीनं हा. इदानीं सरला भगिनी तत्र अग्रे तत्र नदी कृतवन्तः वारि अपि दत्तमस्ति. वारि तु नपुंसकलिङ्गे वारिणि इति अस्ति. अस्तु अस्तु सरला भगिनी अग्रे तृतीयः अपि चत्वारः तत्र तत्रैव भवती द्वितीयवाक्यं कृतवती एताः गुरुं प्रणमन्ति इति. इदानीम् आचार्यः ओके आचार्य शिष्यः शिष्यं परिष्करोति. शिष्य कारान्तपुल्लिङ्गशब्दः अस्ति. शिष्यं परिष्करोति हा. समीचीनं भगिनि हा. इदानीम् अग्रे रघुपतिमहोदय चतुर्थवाक्यं तत्र. पिता मन्दमतिः बोधयति. पिता मन्दमतिः पिता मन्दमतिं बोधयति. पिता मन्दमतिं बोधयति. तत्र द्विवचने किं भवति मन्दमतिः इति द्विवचने? मति पिता मन्दमती बोधयति हा. समीचीनं मन्दमती मति बोधयति. समीचीनं हा. समीचीनं महोदय. इदानीं नरेश महोदय अग्रिमवाक्यं पञ्चम. मित्रं सद्गुणः वदति. सद्गुणः द्वितीयविभक्ति सद्गुणं. मित्रं सद्गुणं वदति हा. इदानीं सद्गुणः बहुवचने अस्ति चेत् किं भवति? मित्रं सद्गुणान् हा. मित्रं सद्गुणान् वदति. वदति. समीचीनं महोदय. इदानीं गीताञ्जलि भगिनी अग्रे. जनाः ऋषयः पूजयन्ति. जनाः ऋषीन् ऋषीन् दीर्घ ऋषीन् ऋषीन्. समीचीनं मुनीन् मुनीन् मुनीन् मुनीन् मुनीन् ऋषीन् पूजयन्ति. पूजयन्ति. एकः एकवचने जनाः. जनाः ऋषिं हा पूजयन्ति. पूजयन्ति जनाः ऋषिं पूजयन्ति. समीचीनं भगिनि समीचीनं हा. अग्रे भानुचेतनी महोदय. महोदय सप्तम बालकाः माता पृच्छन्ति. बालकाः मातरं पृच्छन्ति. एतत् पूर्वं न आगतम् अत्र. किन्तु भवान् तु जानाति वन्दे मातरम् इति. अतः तत्र मातरं तु कर्मपदमस्ति. अहं मातरं वन्दे वन्दे मातरम् इति खलु. बालकाः मातरं पृच्छन्तां महोदय. हा. इदानीं तत्र रूपं पेज् 198 मध्ये अस्ति द्वितीयविभक्तिरूपं मातृशब्दस्य. 99 पेज् अस्ति. तदपि अस्ति. हा तदपि अस्ति. समीचीनं भगिनि. हा किन्तु तत्र किञ्चित् भेदः अस्ति खलु भगिनि. तत्र सम्बन्धः कुटुम्ब सूचकपदानाम् अपि किन्तु मातरौ मातृन् इति. मातृ अस्ति. मातृः मातृः पितृन् सत्यं सत्यं. अतः पेज् 198 एव आवश्यकमस्ति. अस्तु अहम् अस्तु भानुचित्री महोदय एकवारं तत्र रूपं दृष्ट्वा वदतु महोदय. ओ भानुचित्री महोदय प्रायश तस्य कनेक्शन् भग्नः जातः इति मन्ये. अस्तु भानुभगिनी तत्र पेज् 198 दृष्ट्वा तत्र स्त्रीलिङ्गमातृशब्दस्य विभक्तिरूपाणि दत्तानि सन्ति. तत्र द्वितीयविभक्तिरूपम् एकवारं पठतु भगिनी. ऋकारान्तस्त्रीलिङ्गमातृशब्द प्रथमा विभक्ति माता मातरौ मातरः. द्वितीया विभक्ति मातरं मातरौ मातृः इति समीचीनं भगिनि, समीचीनं. इदानीं तत्र भानुचित्री महोदय पुनरागतवान्. अस्तु रूपं भवानपि वदतु महोदय, एकवारं पठतु पेज् 198 मध्ये मातृशब्दस्य द्वितीयरूपं. मातरौ मातृः इति अस्ति. इदानीं तत्र बालकाः मातरं पृच्छन्ति. बालकाः मातरं पृच्छन्ति. यदि माता इति स्थाने मातरः आसीत् चेत् किं भवति वाक्यं महोदय? माता माता इति स्थाने बहुवचने मातरः इति आसीत् चेत् मातृः. अतः वाक्यं बालकाः मातृः पृच्छन्ति. समीचीनं महोदय, समीचीनं. अस्तु अग्रे रघुपति महोदय. सेनापतिः सेनापतियूहम् अस्ति. सेनापतियूहाः रचयति. नपुंसक अस्ति वा? व्यूहानि इति भवितुम् सेनापति व्यूहान् सेनापतिः व्यूहान् रचयति. समीचीनं महोदय, व्यूहान् रचयति, समीचीनम्. अग्रे नरेश महोदय. शूराः जयः प्राप्नुवन्ति. द्वितीयविभक्ति जयं, शूराः जयं प्राप्नुवन्ति. बहुवचने बहुवचने जयान्, शूराः जयान् प्राप्नुवन्ति. समीचीनं, समीचीनं महोदय. अस्तु अग्रे सरला भगिनी. ओरवः राक्षागृहं निर्मान्ति. कौरवः राक्षागृहं निर्मान्ति. एकवचने अस्ति. एकवचने अपि नपुंसक अपि द्वितीया विभक्ति नपुंसकलिङ्गे समानम् अस्ति. समीचीनं, राक्षागृहं निर्मान्ति इति समीचीनं. अस्तु इदानीं पञ्चम अभ्यासः तद् कृत्वा अग्रे गच्छामः. तत्र गीताञ्जलि भगिनी अग्रे वदति वा कोष्टके इति पञ्चम अभ्यासः. कोष्टके विद्यमानानां शब्दानां द्वितीयाविभक्तिरूपैः रिक्तस्थानानि पूरयत. इत्युक्ते किम्? इत्युक्ते कोष्टके दृष्ट्वा शब्दाः दृष्ट्वा शब्दान् दृष्ट्वा शब्दान् दृष्ट्वा दृष्ट्वा दृष्ट्वा प्रथम शब्दः प्रथमवाक्ये द्वितीयशब्दः द्वितीयवाक्ये इति उचितरूपैः उचितरूपं द्वितीयाविभक्ति. अत्र उचितरूपं किमस्ति? द्वितीयाविभक्ति द्वितीयविभक्ति रिक्तस्थाने लेखनीयः अथवा लेखनीयम् अस्ति. कार्यः कः इत्युक्ते लेखनीयः, कार्यं किम् इति. अस्तु अस्तु महोदय, गतसप्ताहे भवान् उत्तम मुख्यबिन्दु अपि उक्तवान्, धातु सकर्मकस्य यदि कर्मपदम् अस्ति द्वितीया विभक्ति. हा, इदानीं विस्मृतवान् भगिनी, वदतु तत्र. बहवः जनाः न आगतवन्तः गतसप्ताहे. आमामामाम, हा हा, तत्र हा, अस्तु अस्तु अस्तु. हा, तत्र कुत्र अस्ति तत्र? सर्वे क्रियापदानि सकर्मकम्. तत्र हा, सत्यं सत्यं भगिनि, धन्यवादः. हा, तत्र तृतीय अभ्यासे यानि क्रियापदानि दत्तानि सन्ति, लिखति, परिष्करोति, वदति, पृच्छन्ति, प्राप्नुवन्ति, प्रणमन्ति, बोधयति, पूजयति, पूजयन्ति, रचयति, निर्मान्ति, तानि सर्वाणि क्रियापदानि सकर्मकक्रियापदानि. इत्युक्ते क्रियापदस्य क्रियापदं यदि वाक्ये भवति तत्र कर्मपदं भवितुम् अर्हति. वदति, सः वदति, अत्र तत्र प्रश्नः भवति, सः किं वदति, अथवा सः प्रणमति, सः किं प्रणमति, अथवा सः कं प्रणमति, सः कां प्रणमति इति प्रश्नः भवति. उत्तरं भवति कर्मपदं, तदेव द्वितीयविभक्तिरूपौ भवति. तत्र सर्वत्र सकर्मकक्रियापदानि सन्ति, अतः कर्मपदं भवितुमर्हति. यदि अकर्मकक्रियापदम् अस्ति, सः उपविशति, तत्र सः किम् उपविशति इति प्रश्नः न भवति, अथवा सः हसति, सा हसति, सः किं हसति इति किमपि प्रश्नः, कोऽपि प्रश्नः नास्ति खलु. तत्तु तत्र तु हसति, उपविशति, अकर्मकक्रियापदं तत्र, अतः कर्मपदं नास्ति एव. अस्तु, अत्रापि यानि क्रियापदानि दत्तानि सन्ति पञ्चम अभ्यासे, तानि सर्वाणि सकर्मकक्रियापदानि. अस्तु, गीतञ्जलि भगिनी, तत्र प्रथमं कृतं तद् एकवारं पठित्वा द्वितीयं करोतु भगिनी तत्र. आं महोदय, देवः भक्तान् पालयति. सारथिः अश्वौ निबध्नाति. अश्वौ द्वितीय परिवर्तनं नास्ति महोदय, द्विवचने पुल्लिङ्गे, अकारान्त पुल्लिङ्गे द्विवचने, द्विवचने प्रथमविभक्ति अथवा द्वितीयविभक्ति, भेदः नास्ति. समीचीनं समीचीनं भगिनि. हा, अस्तु, अग्रे भानु भगिनि. आं महोदय, धृतराष्ट्रः मुनयः तृतीय मुनयः सिद्धिः विन्दन्ति. सिद्धिः इकारान्त सिद्धि, सिद्धिः इकारान्त पुल्लिङ्गशब्द. ओ, तत्र पुल्लिङ्ग वा, हा, कोऽपि जानाति वा, किन्तु रूपं वदामः. तत्र द्वितीयविभक्तौ किं भवति, एकवचने अस्ति, एकवचने द्वितीयविभक्ति सिद्धिं, स्त्रीलिङ्गपदमस्ति, स्त्रीलिङ्गपदं मतिशब्दवत् एव वा. अस्तु, मतिशब्दवत् मतिशब्दवत् सिद्धि, मतिशब्दवत् मतिं, सिद्धिं, मुनयः रूपं समानं, मुनयः सिद्धिं विन्दन्ति, मुनयः सिद्धिं विन्दन्ति. समीचीनं भगिनी. हा, नरेश महोदय अग्रे. युद्धवार्ता, द्वितीयविभक्ति युद्धवार्तां शृणोति. धृतराष्ट्रः युद्धवार्तां शृणोति. शृणोति, समीचीनं महोदय. बाणचितनी महोदय अग्रे. महोदय कः बिन्दुः महोदय? पञ्चम पञ्चम अभ्यासः पञ्चमवाक्यं वयं वयं भगवद्गीता पठामः वयं भगवद्गीता गीतां पठामः हा समीचीनं महोदय भगवद्गीतां पठामः समीचीनं सरलभगिनी अग्रे वेदवादरताः पुष्पितवाणीं पठामः प्रवदन्ति प्रवदन्ति क्षम्यतां वेदवादरताः पुष्पितवाणीं प्रवदन्ति ईकारान्त श्रीलिङ्गशब्द श्रीलिङ्ग नदी शब्दवत् समीचीनं समीचीनं भगिनि रघुपतिमहोदय अग्रे महोदय अर्जुनः प्रज्ञावादाः ओके प्रज्ञावादान् भाषते तत्र प्रायशः वादः इति पुल्लिङ्गे अस्ति प्रज्ञावादान् तत्र वादः वादाः इति पुल्लिङ्गे अस्ति इति पुल्लिङ्ग अस्ति प्रज्ञावादान् वादान् वाक्यं पूर्णवाक्यं महोदय अर्जुनः प्रज्ञावादान् भाषते भाषते समीचीनं महोदय गीतञ्जलि भगिनी अग्रे कः अष्ट गुरुवः गुरवः कः गुरून् हन्ति कः गुरून् हन्ति समीचीनं भगिनि आसुरजनाः अग्रे अग्रे नरेश महोदय वदतु नरेश महोदय अग्रे आसुरजनाः प्रवृत्तिः द्वितीयविभक्तिप्रवृत्तिम् आसुरजनाः प्रवृत्तिं न जानन्ति न जानन्ति प्रवृत्तिं न जानन्ति भानुभगिनी अग्रे आं महोदय ज्ञानी शास्त्रविधिः न उत्सृजति शास्त्रविधिः मतिशब्दवत् शास्त्रविधिं ज्ञानी शास्त्रविधिं न उत्सृजति समीचीनं भगिनि समीचीनं भानुचेतनी महोदय अग्रे सर्वे विजयः काङ्क्षन्ति सर्वे विजयं काङ्क्षन्ति समीचीनं महोदय सरला भगिनी अग्रे प्रज्ञः इन्द्रियाणि सहनन्ति अकारान्त नपुसिङ्ग बहुवचने एकं समान विभक्ति भवति इन्द्रियाणि अतः वाक्यम् इन्द्रियाणि स्थितप्रज्ञ इन्द्रियाणि संहरति संहरति समीचीनं रघुपति महोदय अग्रे कृष्णः कृष्णः अर्जुनस्य तटीम् अर्जुनस्य प्रज्ञा इति ओके अस्तु प्रज्ञां मोहयति अकारान्त आकारान्त स्त्रीलिङ्ग अस्ति प्रज्ञाम् आकारान्त स्त्रीलिङ्गे किं भवति बालिकां बालिके बालिकाः प्रज्ञां प्रज्ञे प्रज्ञाः इति समीचीनं महोदय अग्रे गीताञ्जलि भगिनि माघवः पाण्डवश्च शङ्खौ शङ्खौ द्वितीय द्विवचने माघवः पाण्डवः माधवः पाण्डवश्च शङ्खौ प्रदद्मतुः समीचीनं भगिनि. शङ्कौ, तत्र शङ्कः इति भवति, शङ्कौ इति द्विवचने अस्ति इति कृत्वा तत्र भेदः नास्ति. समीचीनं. नरेश महोदय अग्रे. महोदय, अत्र प्रदद्मत्तुः इति द्विवचनम् अस्ति वा? माधव माधव पाण्डव न, एकवचनमस्ति, एकवचनमस्ति. पाण्डव प्रदद्मतुः अहं चिन्तितवान् पाण्डवः पाण्डवौ एतत् गतवर्गे लिट्लकारे बहुवचनं रूपं वा किम् आसीत्? वदामि, अहं पश्यामि. द्विवचने अस्ति महोदय. द्विवचने वा? अस्तु अस्तु. दद्मौ दद्मतुः दद्मुः परोक्षभूतकालस्ति. किं भगिनि? दद्मौ दद्मतुः दद्मुः दद्मुः. अस्तु, परोक्षभूतकाल. अस्तु अस्तु. द्विवचने अस्तु. रघुपतिमहोदय उत्तरं प्राप्तं. अस्तु, धन्यवादः. अस्तु, अग्रे नरेश महोदय. सेनापतिः, सेना, सेना स्त्रीलिङ्ग आकारान्त शब्दः, द्वितीयविभक्ति सेनां, सेनापतिः सेनां वीक्षते. सेनां वीक्षते. समीचीनं. भानु भगिनी अग्रे. भानु भगिनि षोडश. आं महोदय, म्यूट् म्यूट् म्यूट्. सात्विकाः सात्विकाः देवाः यजन्ते. देवाः बहुवचनम् अकारान्त पुल्लिङ्गशब्दं. देवान् सात्विकाः देवान् यजन्ते. समीचीनं भगिनि. पानचितन महोदय अग्रे. अज्ञाः विषयाः विषयान् अज्ञाः विषयान् उपसेवन्ते. समीचीनं महोदय. सरला भगिनि अग्रे. शङ्खघोषः पृथ्वी इकारान्त स्त्रीलिङ्गशब्द एकवचने, सो शङ्खघोषः पृथ्वीं व्यनुनादयति. व्यनुनादयति. अस्तु, तत्र उपसर्गः कः? व्यनुनादयति इति व्य द्वे उपसर्ग सति वि युग अनु अपि वि वि योग अनु. समीचीनं भगिनि. समीचीनं. अग्रे रघुपति महोदय. त्वं पश्य, त्वं त्वं कुरवः. अस्तु, कुरवः. कुरून् पश्य. त्वं कुरून् पश्य. समीचीनं. तत्र पश्य इति लट् लकारः वा लोट् लकारः? लोट् लकार बहु मध्य लोट् लकार मध्यमपुरुष मध्यमपुरुष. तत्र विषयः कः आगतः इत्युक्ते, क्रियापदं यदि अथवा धातु यदि सकर्मकधातुः अस्ति चेत् लट् लकारे वा लोट् लकारे वा लिट् लकारे वा लङ् लकारे वा किमपि भवतु, लकारः किमपि भवतु, कोऽपि भवतु, कर्मपदं भवितुम् अर्हति तत्र इति. केवलम् अहं वृक्षं पश्यामि, अहं वृक्षम् अपश्यत्, अपश्यं क्षम्यतां. धन्यवादः भगिनि. अस्तु, तत्र कर्मपदं भवितुम् अर्हति सर्वत्र. अस्तु, अग्रे गीताञ्जलि भगिनि. आं महोदय. वयं हरिम् उपास्महे. वयं हरिम् उपास्महे. अस्तु, समीचीनं भगिनि. महोदय, मध्यमपुरुषे भवान् उक्तवान् सर्वदा कर्मपद भवेदेव, सर्वदा भवितव्यं वा? सर्वदा भवितम् इति न न न किन्तु भवितुम् अर्हति भवितुम् यथा अहं गच्छामि तद् वाक्यं समीचीनमेव अस्ति किन्तु तत्र भवान् किं गच्छति इति प्रश्नः अपि भवति तत्र अस्तु अहं ग्रामं गच्छामि अथवा अहम् आपणं गच्छामि इति उत्तरं भवति तत्र कर्मपदं स्थापितुं शक्नुमः किन्तु वाक्ये कर्मपदं सर्वदा भवितव्यम् इति तादृश इति किमपि नास्ति त्वं गच्छ इति त्वं गच्छ अपि त्वं गच्छ तदपि समीचीनमेव अस्तु इदानीं कः नरेश महोदय वा नरेश महोदय पितृव्रताः पितरः पितरः पिता शब्दः बहुवचन अस्ति पिता शब्दः कीदृश शब्दः ऋकारान्त समीचीनं पितरः बहुवचनम् अस्ति द्वितीयविभक्ति बहुवचनं पितृन् समीचीनं महोदय भानुभगिनी अग्रे दुर्योधनः चमूः दर्शयति चमूः ऊकारान्त स्त्रीलिङ्गशब्द वधूशब्दवत् वधूं चमूं दुर्योधनः चमूं दर्शयति समीचीनं दुर्योधनः चमूं दर्शयति तद् चमूम् इत्युक्ते कोऽपि वदति वा चमूः चमू इत्युक्ते किमिति तत्र अग्रे कथायाम् आगच्छति दुर्योधनः द्रोणाचार्यं चमूं दर्शयति इति अग्रे आयाति अस्तु इदानीं समीचीनं किं महोदय महती चमूम् इति प्रायशः सत्यं अस्तु अग्रे गच्छामः इदानीं सर्वनामशब्दानां द्वितीयविभक्तिप्रयोगः अस्तु तत् भानुचेतनी महोदय पठति वा अग्रिमपुटे केवलं तत्र किं सः एषः पुल्लिङ्गे पुल्लिङ्गे एकवारं सः एषः अहं न सः तं एषः एतम् इदानीं तदेव महोदय तौ किं भवति सः तं तौ तौ ते तान् भवति एषः एतं भवति एतौ एतौ एव एते एतान् भवति एतान् इति भवति समीचीनं अस्तु इदानीं तत्र एतत् कुर्मः तत्र पूर्वस्मिन् पुटे पेज् 101 तत्र आसीत् खलु तत्र पश्यामः तत्र अस्तु तत्र किं किम् अस्ति इति भक्तः इति अस्ति भक्ताः इति अस्ति अस्तु एतादृश अभ्यासः कुर्मः इदानीं केवलं पुल्लिङ्गपदं तत्र पश्यामः भक्तः अस्ति अश्वः अस्ति अन्यत् विजयः अस्ति गुरुः अस्ति गुरुः अस्ति अपि कुरुः अस्ति हरिः अस्ति हरि पिता अस्ति देवः अस्ति अस्तु तत्र किमपि स्वीकृत्य सः अथवा एषः इति अपि उपयुज्य उदाहरणार्थम् एषः भक्तः एषः भक्तः इति किं भवति एषः भक्तः प्रथमविभक्तौ एषः भक्तः एतौ भक्तौ एते भक्ताः इति भवति. हा इदानीं द्वितीयविभक्तिरूपं किम् अस्ति? एतान् भक्तान्. समीचीनं वा? अस्तु इदानीं भानुभगिनी, हा भानुभगिनी, तत्र देवः सः एषः देवः इति एषः देवः प्रथमविभक्तिरूपम् एकवारं वदतु. हा एषः देवः एतौ देवा एषः देवः एतौ देवौ एते देवाः एते देवाः. इदानीं द्वितीयविभक्तिरूपं द्वितीयविभक्ति एतः एतं देवं एतौ देवौ एतान् देवान् एतान् देवान्. समीचीनं. हा अस्तु तत्र सरला भगिनी, तत्र केवलम् एकवारं तत्र वदतु भगिनि, तत्र सः तौ ते इदानीं द्वितीयविभक्तिरूपं सः तौ ते तं तौ तान् तं तौ तान् इदानीम् एषः एतौ एते एषः एतौ एते एतम् एतौ एतान् एतम् एते एतान् इति तत्र तत् भवतु सः तौ ते तं ते तान् एषः एतौ एते एतम् एतौ एतान् इति पुल्लिङ्गे. अस्तु सरला भगिनी, इदानीं देवः कृतं विषयः सः विषयः इति सः विषयः तान् विषयान्. समीचीनं भगिनि. हा अस्तु अग्रे रघुपति महोदय, तत्र गुरुः इति सः गुरुः सः गुरुः गुरु एक प्रथम प्रथमविभक्तिरूपम् एकवारं वदतु. सः तौ ते अतः सः गुरु अतः सः गुरुः तौ गुरु ते गुरवः इदानीं तं गुरुं तौ गुरु ते गुरून् तान् गुरून् इति एषः गुरुः एतं गुरुं प्रणमतु एतौ गुरु गुरु एतौ गुरु एतौ गुरु प्रणमताम् इदानीम् एते गुरवः एते गुरून् एतान् गुरून् प्रणमन्तु प्रणमतु इति इति भवति. समीचीनं महोदय. अस्तु अग्रे गीताञ्जलि भगिनि, तत्र किं कृतं हरिः इति करोति वा सः हरिः इति गीताञ्जलि भगिनि? आं महोदय. सः तौ ते तं तौ तान् हरिः हरिः हरयः प्रथमविभक्तिरूपं हरिः हरि हरयः हरिः हरि हरयः हरिं हरि हरीन् सः हरिः तौ हरी ते हरयः हरयः प्रथमविभक्ति इदानीं द्वितीयविभक्ति द्वितीयविभक्तिरूपं तं हरिं त्वं हरिं तौ हरी तौ हरी तान् हरीं हा तान् हरीं समीचीनं भगिनि हा अस्तु इदानीं नरेश महोदय तत्र अश्वः इति करोति वा आं महोदय सः अश्वः तौ अश्वौ ते अश्वाः द्वितीयविभक्ति तम् अश्वं तौ अश्वौ ते इदं समीचीनं महोदय बाणचतनी महोदय इदानीं भवान् पिता इति करोति वा प्रथमविभक्तिरूपम् एकवारं वदतु एषः पिता एते एतौ पितरौ एतान् एते पितॄन् न प्रथमविभक्तिरूपं प्रथमतया प्रथमविभक्तिरूपं वदतु एषः पिता एतौ एषः पिता एतौ पितरौ एते पितरः एते पितरः इदानीं द्वितीयविभक्तिरूपम् एतं पितरम् एतौ पितरौ एतान् पितॄन् एतान् पितॄन् समीचीनं महोदय इदानीं तत्र किं भवति नूतनतया एतत् सर्वनामशब्दम् अस्ति तदपि साधारणपदं संयोजनेन द्वयमपि मनसि स्थापितं भवति अस्तु इदानीं स्त्रीलिङ्गपदं कुर्मः तत्र सरला भगिनी तत्र वदति वा सा इति सा ते ताः सा ते ताः प्रथमाविभक्त्यां तां ते ताः द्वितीयाविभक्त्यां इदानीं एषा एषा एते एताः द्वितीयाविभक्त्याम् एतां एते एताः हा इति अस्ति अस्तु इदानीं तत्र किम् अस्ति तत्र स्त्रीलिङ्गे सिद्धिः प्रायशः अथवा प्रथमतया सुलभं किमपि कुर्मः तत्र सेना इति अस्ति तत् करोतु भगिनि एषा सेना इति एताः सेनाः इति समीचीनं भगिनि अस्तु अग्रे रघुपति महोदय तत्र किं भगवद्गीता इति भगवद्गीता एषा भगवद्गीता एते भगवद्गीते एताः भगवद्गीताः एतां भगवद्गीताम् एते अस्तु एते भगवद्गीते एताः भगवद्गीताः तत्र भगवद्गीता एव अत्र सर्वे इदानीं जानन्ति तत्र द्विवचने क्लेशः नास्ति खलु द्विवचने सर्वदा तत्र बहुत्र परिवर्तनं नास्ति पितरौ मातरौ नदी नद्यौ नद्यौ नद्यौ एव भवति देवौ देवौ इति अतः द्विवचने क्लेशः मा भवतु अस्तु अग्रे गीताञ्जलि भगिनि तत्र युद्धवार्ता इति करोति वा सा युद्धवार्ता सा युद्धवार्ता ते युद्धवार्ते ताः युद्धवार्ताः तां युद्धवार्तां ते युद्धवार्ते ताः युद्धवार्ताः ताः युद्धवार्ताः इति समीचीनं इदानीं नदी अस्ति वा नदी आसीत् अस्ति वा तत्र चमु अस्ति सिद्धिः अपि अस्ति खलु सिद्धिः अस्ति प्रज्ञा अपि वाणी अस्ति पुष्पितवाणी अस्ति अस्तु नरेश महोदय अस्तु नरेश महोदय पुष्पितवाणी सा पुष्पितवाणी केवलं वाणी इति वदतु महोदय पुष्पिता इति त्यजामः सा वाणी इति सा वाणी वाणी वाणी वाणी वाणी वाणी सा वाणी ते वाणी किं वाण्यौ न न न वाणी इति किम् अस्ति नदी नद्यौ ते वाण्यौ वाण्यौ ताः वाण्यः वाण्यः नदी नद्यौ नद्यः तां वाणीं ते वाण्यौ ताः वाणीः वाणीः समीचीनं समीचीनं महोदय वाणी इति तत्र बहुवचन द्वितीयविभक्तिरूपम् अस्ति वाणीः इति समीचीनं महोदय अस्तु अग्रे भानुभगिनी तत्र वाणी कृतम् इदानीं तत्र किं भवती प्रज्ञा इति करोति वा आं महोदय अथवा पृथ्वी इति करोतु पृथ्वी पृथ्वी इति करोतु तदपि स्त्रीलिङ्गे अस्ति एषा पृथ्वी ईकारान्त स्त्रीलिङ्गशब्द सत्यं एषा सा पृथ्वी एषा पृथ्वी एषा पृथ्वी इति एषा पृथ्वी एते त्यौ पृथ्व्यौ पृथव्यौ नद्यौ पृथव्यौ एताः पृथ्यः पृथव्यः पृथिव्यः आं महोदय पृथिव्यः तत्र पृथिव्यः पृथि तत्र परिवर्तनः केवलं वि इति व्यः इति भवति पृथिव्यः पृथिव्यः एतां एतां पृथ्वीं एते पृथिव्यौ एताः एताः पृथ्वीः पृथिवीः समीचीनं भगिनि पृथिवीः एताः पृथिवीः इति भवति समीचीनं समीचीनं अस्तु तत्र एतदेव तत्र विषयः अस्ति तत्र किम् अन्यत् किमस्ति तत्र नपुंसकलिङ्गे किं भवति तत् तत्तेव भवति तत्र पेज् 102 पश्यतु तत्र तत् तत्तेव भवति एतत् एतदेव भवति ते तानि तानि एते एतानि इति अस्ति अस्तु तदनन्तरं तत्र कोष्टके अन्यत् किम् अस्ति तत्र अहम् अस्ति अपि भवान् अस्ति भवती जानीमः वा भवती पदस्य द्वितीयविभक्तिरूपं किम् अस्ति बालचित्री महोदय किं वदतु, जानाति वा भवती शब्दस्य द्वितीयविभक्तिरूपं? भवतीं, भवत्यौ, भवतीः समीचीनं, हा समीचीनम् अस्तु. अतः तद् न दत्तमस्ति, केवलं भवान् शब्दस्य दत्तमस्ति. हा तत्र बनचतुर् महोदय एकवारं वदतु, तत्र भवान् शब्दस्य रूपं किम् अस्ति? भवन्तं, भवन्तौ, भवतः. हा तत्र भवतः इति बहुवचन द्वितीयविभक्तिरूपं, द्वितीयविभक्ति बहुवचनं भवतः अस्ति. अपि अन्यत् भवतः अन्यत्र कुत्र आगच्छति? एकवचने, समीचीनं. हा अतः वाक्यं दृष्ट्वा कीदृश का विभक्ति इति निर्णेतव्यं भवति. हा केवलं भवतः इत्युक्ते षष्ठी सर्वदा भवति इति न. अस्तु तत्र भवान् इदानीं भगवान् इति पदस्य किं भवति द्वितीयविभक्तिरूपं? भगवान् इदानीं गतवान् इति शब्दस्य? गतवन्तं, गतवन्तौ, गतवन्तः, गतवतः, गतवतः, गतवतः, गतवत् तत्र कीदृशं, हा तत्र कीदृशप्रयोग इत्युक्ते कोऽपि खादितवान् इति स्वीकुर्मः, तत्र खादितवान् किं भवति? खादितवान्, खादितवन्तौ, खादितवन्तः, खादितवन्तं, खादितवन्तौ, खादितवतः, खादितवतः. तत्र किं वक्तुं शक्नुमः कीदृशवाक्यं? तत्र चोरितवन्तं, चोरं, पश्य इति विशेषणविशेष्य इति भवति. हा तादृशं, तादृशं समीचीनं महोदय. हा खादितवान् बालकः, एषः बालकः खादितवान्. एतं खादितवन्तं बालकम् आनयतु, गृहम् आनयतु इति, नयतु अथवा गृहं नयतु इति, तादृशरूपं भवति. हा अस्तु अग्रे तत्र भवान् इति शब्दस्य दृष्टवन्तः. तदनन्तरं किमस्ति तत्र? अहम् इति अस्ति, अहम् इति अस्ति. हा तत्र सरलभगिनी वदति वा तत्र? अहम्, आवां, वयं प्रथमाविभक्त्यां, द्वितीयाविभक्ति माम्, आवाम्, अस्मान्, अस्मान् इति. हा माम् मा अपि महोदय. किं महोदय? माम् मा. हा तत्र अन्यरूपम् एकवचने, अन्यरूपं माम् मा, मा इति अस्ति. हा अपि आवाम् इति तत्र नौ इति अस्ति. आवां नौ, अस्मान्नः, अस्मान्नः. हा तत्र एतत्तु तत्र किं भवतु, एतादृशरूपं कुत्र भवति? प्रसिद्धश्लोकः वेदे आगच्छति, वेदे अपि आगच्छति, अपि अन्यत्र एतत् वयं दृष्टवन्तः लोट्लकारस्य रूपं यथा कृतवन्तः वयं तस्मिन् सन्दर्भे तत्र मा विद्विषावहै. हा सः न भवतु, सः नौ, हा सः नौ भुनक्तु, तत्र तत्र नौ इति हा कर्मपदमेव अस्ति, तत्र द्वितीयविभक्तिरूपम् अस्ति. हा तत्र नौ इति रूपम् आवश्यकमस्ति. अस्तु अस्तु, इदानीं तत्र प्रयोगः प्रायशः अधोभागे दत्तमस्ति. अन्यत् अन्यत् किमस्ति सरलभगिनी तत्र वदतु, तत्र सर्वम् इति. हा तद् एकवारं वदतु भगिनी. त्वमपि दत्तमस्ति वा? क्षम्यतां, हा वदतु भगिनी, त्वम् अपि वदतु. त्वं युवां, यूयं, मध्यमपुरुष एकवचने मध्यमपुरुष द्वितीयवचनं भवति त्वां युवान् युष्मान् यथा पूर्वम् उक्तवन्तः त्वा वां वः तत्र भवति सत्यं सत्यं सत्यं त्वां युवां युष्मान् तत्रापि एतद् रूपद्वयम् अस्ति वा तत्र अहम् इति पद अहं मानौ नः अत्र अस्ति त्वा वां वः अस्तु अस्तु हा त्वा वां वः अस्तु समीचीनं हा अस्तु तत्र अपि सर्वम् इति अस्ति तत्र गीताञ्जलिभगिनी एकवारं पठति वा तत्र सर्वः इति सर्वः सर्वौ सर्वे रूपं तत्र किं भवति सर्वः सर्वौ सर्वे द्वितीयविभक्ति सर्वं सर्वौ सर्वान् इदानीं स्त्रीलिङ्गे सर्वा सर्वा सर्वे सर्वाः द्वितीयविभक्ति रूपं सर्वां सर्वे सर्वाः तत्र लता शब्दवतेव अस्ति खलु लता लते लताः लतां लते लताः अपि नपुंसकलिङ्गे किमपि वक्तव्यमेव नास्ति खलु तत्र परिवर्तनं न भवति सर्वम् इति सर्वं सर्वे सर्वाणि इति अस्तु अस्तु तत्र इदानीं वयं कोष्टके ये अंशाः सन्ति तान् अंशान् अवगच्छामः इति मन्ये अस्तु इदानीम् अग्रे गच्छामः तत्र तत्र नपुंसकलिङ्गे परिवर्तनं नास्ति खलु भगिनि कः कौके कं कौ कान् महोदय इति तत्तु सः तौ ते तादृशमेव अस्ति केवलं ककारे अस्ति सः तौ ते कः कौके कं के कान् कं कौ कान् इति कं के काः इति अस्तु अतः प्रश्नवाचक अपि सूचनावाचक तत्र भेदः नास्ति एषः अथवा सः कः तत्र समानम् अस्ति रूपसमानता अस्ति अस्तु इदानीं तत्र अधोभागे यत् अभ्यास यः अभ्यासः अस्ति तत् कुर्मः तं कुर्मः तत्र नरेश महोदय वदति वा तत्र एतानि वाक्यानि आं महोदय एतानि वाक्यानि उच्चैः पठत पितामहः तम् आह्वयति तत्र कर्मपदं किम् अस्ति तम् तम् इति प्रथमविभक्तिरूपं किम् अस्ति सः सः इति समीचीनं भानुभगिनी द्वितीयवाक्यं धर्मराजः तं वदति तत्र कर्मपदं किं कर्मपदं तं प्रथमा विभक्ति सः बहुवचने किं भवति तान् धर्मराजः तान् वदन्ति वदति वदति धर्मराजः वदति तान् वदति तान् वदति तान् वदति समीचीनं समीचीनं अग्रे बालचेतनी महोदय तृतीयवाक्यं हिडिम्बा हिडिम्बा कं मारयति तत्र कर्मपदं किम् अस्ति कं महोदय कम् इति तत्र बहुवचने किं भवति कानि हिडिम्बा कानि मारयति किमर्थं कानि सैनिकः सैनिकान् इति भवति खलु कं कौ कान् इति अस्ति समीचीनं महोदय अस्तु अग्रे सरला भगिनी अग्रिम वाक्यं सः मां वदति मां द्वितीयविभक्ति अस्मत् शब्द तस्य प्रथमा विभक्ति भवति अहम् अहम् आवां वयं मां तस्य द्वितीयभक्तिरूपम् आगच्छति आवां द्वितीय द्विवचने अस्मान् भवति बहुवचने सः अस्मान् सः अस्मान् वदति. समीचीनं भगिनि. हा अस्तु, अग्रे गीताञ्जलि भगिनि. मानवः तां सिद्धिं, तत्र पञ्चम एषा, एषा इति क्षम्यतां महोदय, एषा एतौ जानाति. एतौ कर्मपदमस्ति महोदय. समीचीनम्. एषा एतौ जानाति. किं कुर्मः महोदय तत्र? एतौ इति तत्र प्रथमविभक्तिरूपं किम् अस्ति? एतौ समानेव महोदय. समानमेव. हा अस्तु, तत्र बहुवचने आसीत् चेत् किं भवति? एषा तानि जानाति. न न, एतौ इति अस्ति, तस्य बहुवचनरूपम् एतानि. एषा एतानि जानाति. किमर्थम् एतानि? एतौ, एतौ इति लिङ्गं किं? तत्र लिङ्गं किम्? एतौ पुंलिङ्ग्. एतौ, क्षम्यतां महोदय, एषा एतौ जानाति. एषा एतौ जानाति. एषा एताः जानाति. न न, एकनिमिषं भगिनि. एतौ इति केवलम् एतौ इति, तत्र प्रथमाविभक्ति एतौ इति अस्ति, द्विवचने अस्ति खलु? इदानीं प्रथमाविभक्तिरूपम् एकवचने, द्विवचने, बहुवचने किं भवति इति एकवारं वदतु तत्र. सः तौ, न न न, सः इति नास्ति, एतौ इति अस्ति. अतः एषः, एतौ, एते, एतान्. एतान् इति बहुवचने. इदानीं किं भवति वाक्यम्? एषा, एषा एतान् जानाति. हा समीचीनं भगिनि, समीचीनं. हा अस्तु, अन्य अत्र प्रश्नः अस्ति, तत्र एते, एते जानीतः इति वाक्यं भवति वा? एते, एते जानीतः इति. एते, एते जानीतः महोदय. अस्तु, तादृशवाक्यं समीचीनं वा? एते, एते जानीतः इति. आं महोदय, समीचीनम्. एते, एते जानीतः. एते तत्र, एते, एते जानीतः. एते, एते जानन्ति. तद् वाक्यं समीचीनं वा? न न, एते, एते, एते जानन्ति इति वाक्यं समीचीनं वा? एते, न न, एते, एते जानन्ति इति वाक्यं समीचीनं वा? एते जानन्ति. एते, एते जानन्ति. मूलवाक्यम् एते जानन्ति. मूलवाक्यम् अस्ति एते जानन्ति. अतः एते इति पदस्य वचनं किम्? एते, एतान् जानन्ति. न न न न न, एकवारं वाक्यम् अस्ति एते, एते जानन्ति इति वाक्यम्. क्रियापदमस्ति जानन्ति. जानन्ति. कर्मपदम्, कर्मपदमस्ति एते. कर्तृपदमस्ति एते. किन्तु एते, एकवारम् एकवारं, तत्र एते जानन्ति इति वाक्यं सरलवाक्यं भवति. अत्र जानन्ति इति क्रियापदमस्ति, तस्य वचनं किम्? बहुवचन, बहुवचनम्. अतः एते अपि बहुवचनम् अस्ति. एते बहुवचने अस्ति चेत् एते पदस्य एकवचनरूपं किम् अस्ति? एषः, एषः. अतः एते इति पुल्लिङ्ग बहुवचनरूपं, बहुवचनं रूपम् अस्ति सः पदस्य. अस्तु, इदानीम् एते इति अस्ति, तद् कर्मपदम् अस्ति. अन्यत् अन्यः एकः एते इति शब्दः अस्ति, तदस्ति कर्मपदम्। एते इति कर्मपदं भवति चेत् तस्य लिङ्गं किं भवति? एते पुंलिङ्ग, पुंलिङ्ग अपि च स्त्रीलिङ्ग, किन्तु कर्मपदम् अस्ति, तत्र कर्मपदम् अस्ति। कर्मपदं बहुवचनं महोदय, एते इति कर्मपदम् अस्ति, द्वितीया विभक्तिरूपम् अस्ति, द्वितीया एतान्, न एते इति द्वितीयविभक्तिरूपमेव अस्ति तत्र, तस्य द्वितीयविभक्तिरूपं न आवश्यकं, तदेव द्वितीयविभक्तिरूपम् अस्ति। कस्य पदस्य द्वितीयविभक्तिरूपम् अस्ति? एते इति, एते इति स्त्रीलिङ्गपदस्य द्वितीयविभक्ति द्विवचनरूपम् अस्ति। अपि एते इति पदं नपुंसकलिङ्ग द्विवचनरूपमपि द्वितीयविभक्तिरूपम् अस्ति। अस्तु महोदय, अतः कर्मपदम् एते इति कर्मपदमपि भवितुमर्हति, कर्तृपदमपि भवितुमर्हति, अतः एते एते पश्यन्ति, एते एते जानन्ति इति वक्तुं शक्नुमः। अस्तु, तत्र प्रथमवारम् एतादृशवाक्यं पश्यामः, क्लेशः भवति किम्, किन्तु तत् समीचीनमेव अस्ति। अस्तु महोदय, समीचीनमस्ति। अस्तु, अग्रे नरेश महोदय। आं महोदय, कृपया आवां कथयतु। आवां कर्मपदम् अहं द्वितीयवचनम् आवां इदानीम् एकवचने आसीत् चेत् किं भवति? कृपया मां, कृपया मां कथयतु, कृपया मां कथयतु। समीचीनं महोदय। भानुभगिनी अग्रे। महोदय, कृष्णः युष्मान् रक्षतु। युष्मान् बहुवचनं, कर्मपदं बहुवचनरूपं, एकवचने किं भवति? कृष्णः त्वां रक्षतु। कृष्णः त्वां रक्षतु, तत्र रक्षतु, समीचीनं भगिनी। अस्तु, भानुचैतन्य महोदय अग्रे। गृध्रः तान् शवान् खादति। गृध्रः तत्र कर्मपदं किमस्ति? कर्मपदं किमस्ति महोदय तत्र? कर्म तु गृध्रः महोदय, कर्मपदं खादति। कर्तृपदं गृध्रः, कर्मपदं तु तान् शवान्। समीचीनं, तान् शवान् इति कर्मपदं, शवान् खादति, शवान्, तान् शवान् खादति। तत्र प्रथमविभक्तिरूपं किम् अस्ति तान् शवान् इति पदस्य? लिङ्गं किम् अस्ति शवान् इति पदस्य? रामान् इति महोदय, सत्यं सत्यं, पुल्लिङ्गे शवं शवौ शवान्, द्वितीयविभक्तिरूपम् अस्ति शवं शवौ शवान्, प्रथमविभक्तिरूपं सः तौ ते तं तौ तान्। समीचीनं महोदय, समीचीनं, सः शवः तं शवम् इति, समीचीनं महोदय। रघुपतिमहोदय अग्रे करोति वा तत्र नवमवाक्यं 102 मध्ये, पेज् 102 इदानीम्। अस्तु अस्तु, अस्तु महोदय, एकनिमिषानन्तरं करोतु। सरला भगिनी, नवमं करोति वा तत्र? धर्मः अस्मान् रक्षति। अस्मान् अत्र अस्मत् शब्दस्य द्विवचनं अस्ति, बहुवचने, प्रथम भवति मां, धर्म मां रक्षति, धर्म आवां रक्षति, द्विवचने आवाम् इति भवति। इति भवति. अहम् आवां वयं. समीचीनं भगिनि. हा अस्तु रघुपतिमहोदय इदानीं करोति. अहं तानि जन्मानि जानीमि. जानामि. सोरि जानामि. किं किं करणीयं तत्र? कर्मपदं किम् अस्ति इति तावदेव. जन्मानि. तानि जन्मानि. जन्मानि इति तानि जन्मानि. एकवचने कर्मपद. एकवचने अहं तं जन्मं जानामि. तावदेव. जन्मम् इति नपुंसकलिङ्ग अस्ति. अस्तु तम् इति न क्षम्यतां. तत् जन्मं. समीचीनं. अस्तु अग्रे महोदय. अग्रिमम् एकादश. आवां युवां सम्यक् जानीवः. तत्र किम् अस्ति कर्मपदं? किम् अस्ति आवाम् इत्युक्ते क्रियापदम्? आवाम् इति क्रियापदं नास्ति. न न सोरि कर्ता. कर्तृपदम्. कर्तृपदं जानीवः क्रियापदं. युवाम् इति कर्मपदम्. कर्मपदं. समीचीनं. युवां परिवर्तनं नास्ति. प्रथम विभक्तिरूपं द्वितीयविभक्तिरूपं समानेव. समानमेव. समीचीनम्. एकवचने आसीत् चेत् किं भवति? आवाम् आवां त्वं आवां त्वां सम्यक् जानीवः. आवां त्वां सम्यक् जानीवः. जानीवः. यदि अहम् आसीत् चेत् अहं त्वाम् अहं त्वां सम्यक् जानामि. इति भवति. समीचीनं. अस्तु अग्रे नरेश महोदय. मानवः तां सिद्धिं विन्दति. कर्मपदं तां सिद्धिम् अस्ति. प्रथमविभक्तिरूपं किम् अस्ति? सः सा सिद्धिः. सा सिद्धिः. मतिः शब्दवत् सा सिद्धिः. समीचीनं. सा सिद्धिः. तत्र बहुवचने किं भवति? बहुवचने मानवः ताः सिद्धिः विन्दति. विन्दति. समीचीनं भवति. समीचीनं. भानुभगिनी अग्रे. आं महोदय. सेना एतान् अनुसरति. एतान् बहुवचनं पुल्लिङ्गशब्द. सेना अत्र प्रथमविभक्तिरूपं किम् अस्ति? एतान् इति पदे. एते. समीचीनं. इदानीम् एतान् इति स्थाने एकवचनम् अस्ति आसीत् चेत् किं भवति? सेना. सेना एतम् अनुसरति. समीचीनं भगिनि. समीचीनम्. अस्तु अग्रे बानुचतुरी महोदय. सर्वे एतां पश्यन्तु. सर्वे कर्तृपदं महोदय. पश्यन्तु क्रिया. एतां एतां कर्मपदम्. वचनं किं कर्मपदस्य महोदय? एक लिङ्गं. लिङ्गं तु स्त्रीलिङ्गं महोदय. स्त्रीलिङ्गपदं. स्त्रीलिङ्गपदं. समीचीनं. तत्र प्रथमविभक्तिरूपं किम् अस्ति? एषा एषा समीचीनं. बहुवचने किं भवति? सर्वे सर्वे एताः पश्यन्तु. समीचीनं महोदय. रघुपति महोदय अग्रे करोति वा? एकनिमिषं महोदय. पञ्चदश. कः अयतिः कां गतिं गच्छति? गतिः इति अस्ति. गतिः अयतिः काः गतिः इति अस्ति. मति गच्छतु वा? अयतिः काः गतिः गच्छति इति बहुवचने. समीचीनम्. इदानीं कां गतिम् इति पदस्य प्रथमविभक्तिरूपं प्रथमविभक्तिरूपं का गतिः? का गतिः. समीचीनं समीचीनं. सरलभगिनी अन्तिमम् अत्र अयति इत्युक्ते सूर्यस्य गगनम् आगमनम् इति अयति किञ्चित् उच्चैः वदतु भगिनि. सूर्यस्य गगनम् आगमनम् इति चुक्ति अयतिः अयतिः भवति. सूर्यस्य उदयं सूर्योदय सूर्योदयः अस्तु. काम गति अस्तु. अयतिः अस्तु. सूर्य सूर्योदयः अयतिः इति वा? अस्तु अस्तु. षोडश इति स्पोकन् सेन्सर् डाट् आर्ग् न दत्तम्. अस्तु. ओके धन्यवादः भगिनि. कोऽपि समीचीनम् अस्ति भगिनि. अस्तु धन्यवादः. अस्तु अग्रिमवाक्यं भगिनि. कः मां विभूतिं जानाति? मां विभूति कः मम विभूतिं जानाति? विभूति मति शब्द इव अस्ति. प्रथमा विभक्ति भवति भूतिः मति मति मति मति मति मतिः मति मतयः मतयः. द्वितीयमपि भवति विभूति विभूति विभूति विभूतयः. इदानीं भवति विभूति विभूतिः विभूतिः द्वितीया विभक्ति भवति विभूतिः इकारात् विसर्ग विभूतिः. समीचीनं. विभूतिं बहुवचने विभूतिः. विभूतिः मम विभूतिः जानाति. समीचीनं भगिनि. अस्तु अस्तु अग्रे वनचेतन गीताञ्जलि भगिनि अग्रिम अभ्यासं तत्र पठति वा? यथोदाहरणं रिक्तस्थानानि पूरयत. प्रथमा द्वितीया विभक्ति. सः तं सा तां भवति. समीचीनं. नरेश महोदय अग्रे कौ इति कौ कौ द्वितीयविभक्ति अपि कौ एव भवति. भानु भगिनी तानि इति द्वितीयविभक्तिरूपं तानि तानि तानि. समीचीनं. रघुपति महोदय अहम् इति पदस्य द्वितीयविभक्तिरूपम् अहम् अहं माम् माम् माम्. अस्तु. बालचेतनी महोदय भवत्यः भवत्यः भवतीः भवतीः. समीचीनं. सरला भगिनी युवाम् इति युवामेव अस्ति. अस्तु गीताञ्जलि भगिनी ते इति स्त्रीलिङ्गे ते एव अस्ति. द्विवचने अस्ति द्विवचने अस्ति. समीचीनं. नरेश महोदय त्वं त्वं द्वितीयविभक्ति त्वाम्. अस्तु भानु भगिनी एषा इति एषा एताम् एताम् इति स्त्रीलिङ्गे ते समः भवन्ति न? किमर्थं स्त्रीलिङ्गे ते इति तु द्विवचने अस्ति, अतः एव तत्र स्त्रीलिङ्गम् इति दत्तमस्ति, नो चेत् ते इति पुल्लिङ्गे चिन्तयामः. सत्यं सत्यम्. अस्तु, तत्र एषा इति मनचित्रं महोदय. एषा एताम् एताम् सरला भगिनी. यूयं युष्मान्. युष्मान् समीचीनम्. इदानीं ते इति पुल्लिङ्गे. गीताञ्जलि भगिनि. ते तान् इति तान् इति भवति. समीचीनम्. अस्तु अस्तु, तत्र इदानीं किं कुर्मः, किञ्चित् एव समयः अस्ति तत्र. प्रायशः तत्र एतत् श्लोकं पश्यामः, अग्रिमपुटे यत् श्लोकम् अस्ति अन्ते, तदेकवारं पठामः. तत्र रघुपतिमहोदय पठति वा? रामं स्कन्दं हनुमन्तं वैनतेयं मृकोदरं शयनेय स्मरे नित्यं दुःस्वप्नस्तस्य नश्यति इति. तत्र अर्थः अपि दत्तमस्ति तत्र. अस्तु, नश्यति इति अस्ति. नश्यति किं नश्यति? दुःख दुःस्वप्न दुःस्वप्नः नश्यति. कस्य? तस्य शयने. रामं कं कस्य स्मरणेन? रामं स्कन्दं हनुमन्तं वैनतेयं मृकोदरं कदा शयने? कुत्र इति शयने? शयने शयने सप्तमी भक्ति शयने सति सप्तमी वा? शयनकाले अस्तु. शयने शयने शयने सप्तमी कदा? शयने कः? यः यः तत्र किं भवति? यः स्मरेत्, यः स्मरेत्, यः स्कन्दं स्मरेत्, यः हनुमन्तं स्मरेत्, यः वैनतेयं स्मरेत्, यः मृकोदरं स्मरेत् शयने नित्यं स्मरेत्. सः दुःस्वप्नं तस्य दुःस्वप्न तस्य दुःस्वप्नं नश्यति. दुःस्वप्नः इति दत्तमस्ति. दुःस्वप्नः ओके, दुःस्वप्नं नश्यति. तत्र तस्य दुःस्वप्नाः न भवन्ति. तत्र तु कर्तृपदं भवति स्वप्नाः इति. नश्यति इति तत्र स्वप्नम् इति कर्मपदं भवति. किं नश्यति इति खलु? हो क्षम्यतां क्षम्यतां, सम्यक्तया न उक्तवान्. तद् नश्यति तत्र. क्षम्यतां महोदय. स्वप्नः नश्यति. तत्रापि कर्तृपदमस्ति. स्वप्नः नश्यति. तस्य स्वप्नः नश्यति कर्तृपदमेव अस्ति. अस्तु अस्तु, समीचीनमस्ति. तत्र रामः स्कन्दः हनुमान् तत्र तेषां द्वितीयविभक्तिरूपं दत्तमस्ति श्लोके. दैनतेयम् इत्युक्ते महोदय गरुड विनुतायाः पुत्र वैनतेय विनुता विनुतायाः पुत्र पुत्रः वैनतेय विनुतायाः पुत्र विनुताय गरुडम्. यथा लक्ष्मणस्य अन्यनाम अस्ति खलु तादृश सौमित्रीय सौमित्री रघोः पुत्र राघवः इति तत्र कोऽपि नाम नाम न स्मरामि, किन्तु तत्र प्रत्यय अस्ति अग्रे आयाति तादृश किं किन्तु अग्रे एतद् आगच्छति. अस्तु, द्वितीयभागे गीतासोपने द्वितीयभागे एतद् अस्ति. अस्तु, समयः जातः. प्रश्नः सन्ति वा अत्र? किं किं भगिनि? ओ, अग्रिमसप्ताहे हा किं कुर्मः? प्रायशः नास्ति, अपि गणेशचतुर्थी अपि गौरीचतुर्थी एतत् सर्वम् अस्ति. अतः अग्रिमसप्ताहे न मिलामः, तदनन्तरं. अस्तु अस्तु, सर्वेभ्यो नमः. महोदय, एकः प्रश्नः. महोदय, धन्यवादः. धन्यवादः. रेकार्डिङ्ग् भग्नं कृत्वा